पुत्रसि प्रक्रिया एतादृशी अस्ति तत्र तस्य अधोभागे दीर्घसूत्रम् अस्ति तदनन्तरं ददाति दधातो विभाषा इति परिच्छेदनन्तरम् अत्र प्रकृतौ प्रकृतौ तत् आरभ्य वयं पठितवन्तः वर्गे इति पुनस्मरणमस्ति अत्र प्रकृतौ वयं पठितवन्तः गतसप्ताहे किन्तु महोदय पुनः तस्मात् आरभ्य अस्तु अस्तु अस्माकं विषयः अस्ति लुट् लकारः. लुट् लकारस्य वयं जानीमः अनद्यन्तकाले लुट् लकारस्य प्रयोगः भवति अनद्यन्ते लुट् इति सूत्रेण वयम् इति अपि पठितवन्तः अनद्यन्तकाल किम् अद्यतनकाल अस्ति गत अन्तिमप्रहर गत रात्रौ अन्तिमप्रहर आरभ्यात् प्रहर आगमन रात्रौ पर्यन्तमिति भवति अद्यतनकाल. श्वभावी स्वमस्ति अन्नद्यतनकाल अस्ति. सो अन्नद्यतनकाले वयं लिट् लकारस्य उपयोगं कुर्मः यथा श्वगन्ता कर्त इति भवति. तदनन्तरं वयं पठितवन्तः इति पञ्च उपाङ्गानि इति प्रत्यादेश धात्वादेश इडागम अतिदेश द्वितम् अभ्यासकारम्. इदानीं प्रत्यादेश प्रचलन् अस्ति स्यतासि लृलुटो अनेन लुट् लुट् लकारे तास् प्रत्यविधीयते. लुट् प्रथमस्य दारौरस् इति सूत्रं प्रथमपुरुषे परस्मैपदी अपि आत्मनेपदी डा इति आगच्छति प्रथमपुरुषे एकवचने, रौ इति आगच्छति प्रथमपुरुषे द्विवचने, रस् आगच्छति प्रथमपुरुषे बहुवचने इति द्वयोः आत्मनेपदी अपि परस्मैपदी. यदि डा इति तिप् स्थाने आगच्छति तत्र डा इति अस्ति अनेकाल् अनेकाश्चित् सर्वस्य अनेन तस्य आदेशः आगच्छति. अतः दीर्घचर्चा प्रचलन् अस्ति कथं डा इति यदि अनेकाल् अस्ति अनेकाल् यदि भवति तद् चुट्टु अनेन डकारस्य इति लोपः भवति अनुबन्धानन्तरम् आ एव शिष्यति. तु कथम् अनेकाल् इति सिध्यति इति चर्चा अस्ति. प्राचीन अपि वैयाकरणानां मध्ये सो प्राचीनानां मते अस्ति यदि प्रत्यत्वं तदा भवति यदा धातोः विहितं भवति. धातौ आदौ प्रत्यक्षं नास्ति. तु तत्र अनेकाल् कथम् अनेकाल् भवति यदि प्रत्यक्षं प्रत्यक्षं भूत्वा स्थानीवद्भावः यदि भवति तदा एव प्रत्यक्षम् आगच्छति. यदि डा इति सिप् स्थाने आगच्छति तु यदि डा प्रत्यत्वं भूत्वा तदनन्तरम् एव चुट्टु इति सूत्रस्य कार्यं भवति. तु इदानीं यदि चुट्टु सूत्रस्य कार्यं भवति तदनन्तरम् आ अवशिष्यते तत्र अनेकार्थो न भवति. इति प्राचीनानां मते किम् अस्ति इत्संज्ञातम् इत्संज्ञावत्त्वम् अस्ति. प्रत्ययस्य स्थानिवद्भावपूर्वम् एव तत्र संज्ञात्वम् इति संज्ञात्वं वर्तते अस्मिन्. तदनन्तरं संज्ञात्वं भूत्वा अनेकाल्त्वम् अपि तस्य आगच्छति. तत्र अनेकाल्त्वम् इति वयं साधयामः. किन्तु अन्य उदाहरणानि महोदयेन दत्तं लिट् लकारे, लिट् लकारे अस्ति परस्मैपदानां रन् रन् लत्वम् इति, तत्र तिप् स्थाने रन् आगच्छति, अपि मित् स्थाने रन् आगच्छति, सा एव प्रक्रिया भवति स्थिति, यथा डा तिप् स्थाने आगच्छति, रन् अस्ति लकारस्य संज्ञा भवति हलन्त्यनेन, र इति अस्ति, ण इति अनेकाल अस्ति, किन्तु यदि तिप् स्थाने आगच्छति तत् पुनः चुटु अनेन णस्य संज्ञा भवति, अ अवशिष्यते, तत्र अ इति अनेकार्थं कथा कथं वयं साधयामः इति अस्ति. तृतीय उदाहरणमस्ति सर्वनामस्थानस्थले जस् प्रत्ययस्य बहुवचने नपुंसकलिङ्गे जस् स्थाने शी आदेशः भवति, तत्र अपि शी इति लशकु अनेन शकारस्य लोपः भवति, ई अवशिष्यते, तत्र किं कथं भवति इति प्राचीनानां मतम् इत्संज्ञावत्वम् अनुबन्धत्वम् अस्ति, बन्धत्वं भवति प्रत्ययस्य पूर्वम् एव इति भावितव्यं, संज्ञात्वं तस्य इति तेषाम् अस्ति मतमस्ति, किन्तु यदि प्राचीनानां मते मतम् अनुसारम् इति वयं स्वीकुर्मः तत्र एका अन्य समस्या आगच्छति, यदि लृत् लकारे मध्यमपुरुषे बहुवचने यत् आदेशः अस्ति अकार थकारस्थाने अ आदेशः अस्ति, तत्र निकालत्वं नास्ति, तत्र का स्थितिः भवति इति तस्य निवारणार्थे नागेशभट्ट नवीन वैयाकरणा इति वदति इत्संयोग्यत्वम् अनुबन्धत्वम् इत्युक्ते इत्संज्ञयोग्यत्वम् अस्ति यत् अनुबन्ध धातोः विहितपूर्वम् एव योग्यत्वम् अस्ति, तस्मिन् यदि योग्यत्वम् अस्ति तत्र अपि प्रश्लेषणं कृत्वा साधितं भवति, यथा आ अस्ति, दा अस्ति, दकार आकार, सो यदि आकारः अस्ति आकार केवलम् आकार एव नास्ति, आकार अयोग आयोग आ इति भवति, तत्रापि अनेकाल्त्वम् अस्ति, अतो गुण अनेन अनेकाल्त्वम् अस्ति, तथैव मध्यमपुरुषे बहुवचने अपि अ यत् अस्ति तत्र अपि अनेकाल्त्वम् इति वयं प्रश्लेषणं कृत्वा अनेकाल्त्वम् इति साधितुं शक्नुमः. अतः नागेशभट्टस्य अनुसारेण संज्ञायोग्यत्वम् अनुबन्धत्वम् इति यदि वयं स्वीकुर्मः तत्र इति समस्या अनेकाल्पस्य समस्या इति न भवति, अपि डा इति तिप् स्थाने वा नल् इति मित् स्थाने अ इति थ स्थाने इति साधितुं शक्नुमः. तदनन्तरं गतसप्ताहे वयं पठितवन्तः कदा धातुसंज्ञा भवति, कदा प्रत्ययसंज्ञा भवति. धातु यदि तस्य परं प्रत्यय भवति तदा एव धातुसंज्ञा भवति, प्रत्यय यदि तस्य पूर्वं धातु अस्ति तदानीम् एव तस्य प्रत्ययसंज्ञा भवति. धातोः वा प्रत्ययः तस्य पूर्वं केवलम् एक शब्दस्वरूपम् अस्ति, यत् तत् शब्दस्वरूपं यथा वयं व्यवहारे वयं धातु प्रत्यय वदामः, किन्तु वस्तुतः शब्दस्वरूपम् एव अस्ति, तस्य परस्परं यदि विहितः भवति तदानीम् एव धातु वा प्रत्ययस्य संज्ञा भवति इति वयं ज्ञातवन्तः. इति अग्रे वयं दृष्टवन्तः यदि संज्ञात्वं वा संज्ञायोग्यत्वं यदि अस्ति तदानीम् अन्य यथा कृत् प्रत्यय वयं स्वीकुर्मः न प्रत्ययः दा धातोः योगे यदि कृत् प्रत्यय न प्रत्यय योजयामः तत्र दीर्घसूत्रमस्ति यत्र आकारान्तधातु योगे न प्रत्यय कृत् प्रत्यय योजितं भवति इति सूत्रेण एतत् सूत्रं वदति यदि न प्रत्यय विधीयते इति औत्सर्ग सूत्रमस्ति न प्रत्यय इति यत् विधानं कृत्वा दा योग्य इति रूपं भवति दान् दाय वा धाय इति अस्ति किन्तु तदनन्तरं ददाति दधाति यो वद्भाषा इति सूत्रेण अपवादत्वेन श प्रत्ययविधीयते शप्रत्ययविधानानां अनन्तरं किं भवति रूपम् आगच्छति दद दाता इति अस्ति दध इति धाता इति अर्थमस्ति भवति किन्तु इदानीं प्रश्नद्वयम् आगतः यदि औत्सर्गिकरूपं न प्रत्यविधीयते प्रथमं तदा किं प्रत्ययं यदि विधीयते इति नित्यं भवति प्रत्यय दायोगण इति नित्यं भवति तस्य कथम् अपवादत्वेन च आगच्छति न तु न तस्य लोपनं भवति तो इति यदि संज्ञात्वं वयम् अनुबन्धत्वं स्वीकुर्मः या समस्या आगच्छति एता समस्या आगच्छति कथं श इति अपवादत्वेन आगच्छति नागेशभट्ट इति वदति इत्संज्ञा योग्यत्वं तस्य यदि वयं स्वीकुर्मः यथा पूर्वम् एव शब्दस्वरूपम् अस्ति वयं तस्मिन् प्रत्ययं मन्तव्यम् अपि अनुबन्धत्वं मन्तव्यम् इति अनुबन्धत्वं प्रत्ययत्वम् इति संज्ञात्वं मन्तव्यं तत् आधारेण यदि वयं कुर्मः तदा या प्रक्रिया वयं साधितुं शक्नुमः तत्र आगच्छति ददाति धात्यो विभाषा इति सूत्रेण विभाषा अस्ति तस्य पूर्वम् एक सूत्रमस्ति वा स्वरूपो स्त्रियाम् इट् मीन्स् विकल्पेन यदि अस्त्रियां वा अस्वरूप अस्ति यत्र तत्र विकल्पेन रूपं द्वयं भवति यदि स्वरूप अस्ति यथा नकार वा शकार यदि औत्सर्गक प्रत्ययः अपि अपवादप्रत्ययः द्वयोः मध्ये यदि अस्वरूपं भवति तदा वासरूपस्त्रियाम् अनेन विकल्पेन रूपं द्वयं भवति सो यथा रकार दायोगरकार अस्ति या दा तत्र दा शकार अस्ति अनुबन्ध यदि भूत्वा अवशिष्यते यदि अवशिष्यते तदानीं किं भवति स्वरूपं भवति द्वयोः मध्ये यदि स्वरूपं भवति तु एक तत्र एकरूपम् एव भवति यदि वयं प्रकृति स्वीकुर्मः यदि आनुपूर्वरूपेण यदि स्वीकुर्मः नकार अकार शकार अकार यदि आनुपूर्वरूपेण स्वीकुर्मः तत्र भवति तयोः मध्ये अस्वरूपं यदि अस्वरूपम् अस्ति तत्र विकल्पेन रूपं द्वयम् आगच्छति इति वासरूपस्याम् अस्ति यदि विकल्पेन रूपं द्वयं भवति तत्र प्रश्न उदेति ददाति दधाति यो विभाषा तस्य तत्र विभाषा इति सूत्रस्य का आवश्यकता यदि वा पूर्वमेव अस्ति विकल्पेन रूपं द्वयम् अस्ति पुनः विभाषा कथम् आगच्छति इति पुनः तस्य अद्य पठनं भवति धन्यास्मि भगिनि बहु धन्यास्मि भगिनि सारांशरूपेण पूर्णतया उक्तवती समीचीन भगिनी, अहं भगिनी अहं तु विस्मृतवती गते सप्ताहात् अहं किं पठितवन्तः इति भवत्याः पुनः एतत् स्मारितवती बहु सम्यक्तम्. अस्तु भगिनि, तर्हि तत्र प्रक्रिया एतादृशीत्या आरभ्य पठनीयः खलु. अत्र प्रकृतौ प्रत्ययः अरुणा भगिनी, प्रक्रिया एतादृशी वयं तस्मात् पठितुं शक्नुमः. कस्मात् भगिनि? 1, 2, 3, 4 पञ्चमपरिच्छेद प्रक्रिया एतादृशी, तस्य अनन्तरं पञ्चमपरिच्छेदम् आरभ्य. अत्र प्रकृते नकारस्य संज्ञा इति वा? आं भगिनि, स्मरामि, अधुना स्मरामि न इति विद्यते इति. आम् आम् आं, तत्तु पठितवन्तः, ददाति ददाति पठितवन्तः, पुनः पठितवन्तः. तस्य यत् अहम् उक्तवती तस्य पुनः. अस्तु भगिनि, भवती तु उक्तवती. अरुणा भगिनी पठितुं शक्यते वा भगिनि? अत्र प्रकृतौ न प्रकृते नकारस्य संज्ञा इति. एकनिमिषं भगिनि. किं भगिनि? एवमेव यावत् धातोः अत्र प्रकृतौ न प्रत्येति, अत्र ददाति ददात्योर्विभाषा इति अस्ति खलु, तदनन्तरं यत् पङ्क्तिः या पङ्क्तिः अस्ति सा. स्थूलाक्षरैः दत्तमस्ति न, ददाति ददाति, तस्य अनन्तरं यत् परिच्छेदमस्ति. अत्र प्रकृतौ अत्र प्रकृतौ न प्रत्यये नकारस्य इत्संज्ञा, सा प्रत्यये सकारस्य इत्संज्ञा. वासरूपस्त्रियाम् इत्यनेन प्रत्ययस्य असरूप्यम् असारूप्यम् अस्ति चेत् विकल्पेन बाधकत्वं, सारूपरूप्यम् अस्ति चेत् नित्यबाधकत्वम्, असारूपेण रूपेण वैकल्पिक बाधकत्वं वाच्यार्थं, सारूप्येण नित्यबाधकत्वं फलितार्थम्. अधुना प्रश्नः अस्ति यत् अनुबन्धेन सह निर्णयः करणीयः वा अनुबन्धरहिततया निर्णयः करणीयः वा. यथा नूल् तृच् इति प्रत्ययौ, नूल् इति प्रत्ययः तृच् इति प्रत्ययेन असुरूपः, अनुबन्धं विनापि असुरूपः. न प्रत्ययः सा प्रत्ययः इति चेत् अनुबन्धविना अभयत्र आ इत्येव अवशिष्यते इति कृत्वा स्वरूपः, स्वरूप अपवादः नित्यं बाध्यते. अनुबन्धवर्णेन सह पश्यामः चेत् न प्रत्ययः अनुवत् अनुपूर्वी अन्या अस्ति, सा प्रत्ययसानुभूति अन्या अस्ति, तस्मात् असुरूपः, असुरूपात् विकल्पेन बाधते. अहम् अवगतं वक्तुं न शक्नोमि, प्रयत्नं करोमि. अत्र चर्चा भवति न प्रत्यय शाप्रत्यय स्वरूपं वा असरूपं वा इति कथं करणीयमिति. वासरूप अस्त्रियम् इत्यनेन प्रत्ययः असारूप्यमस्ति चेत् विकल्पेन बाधकत्वं भवति, सारूपम् अस्ति चेत् नित्यबाधकत्वं भवति. अहं गच्छामि. अधुना प्रश्नः अस्ति अनुबन्धेन सह निर्णयः करणीयः वा अनुबन्धरहिततया निर्णयः करणीयः वा. न प्रत्ययः सा प्रत्ययः अनुबन्धं विना अपि उदाहरणं दत्तं नुल् तृच्प्रत्यय, नुल् तृप्रत्यय नुल् प्रत्यय तृचिति असरूपः, अनुबन्ध विना अपि असरूपः. परन्तु न प्रत्ययः सा प्रत्ययः इति चेत् अनुबन्धं विना उभयत्र आ इत्येव अवशिष्यति, ततः स्वरूपः, स्वरूप अपवादः नित्यं बाध्यते. समानं भगिनी यत् अत्र उक्तवती तदेव पुनः उक्तमस्ति भगिनी खलु किम् अस्ति असरूपः वा सरूपः निर्णेतव्यं तद् असरूप वा सरूप निर्णेतुम् अनुबन्धसहितं द्रष्टव्या अनुबन्धं विना द्रष्टव्यं वा इति द्रष्टव्यं खलु यदि अनुबन्ध यत्किमपि भवतु सरूप अस्ति चेत् विकल्प नित्यं असरूपम् अस्ति चेत् विकल्पेन भागते इति तर्हि प्रश्नः तदेव अस्ति पुनः अत्र उक्तम् अस्ति अस्माकं समस्या का इति अग्रे भगिनि एकः प्रश्नः अस्ति न प्रत्यहाशा प्रत्यय इति चेत् अनुबन्धं विना अनुबन्धवर्णं विना अनुबन्धवर्णं विना अनुबन्धवर्ण वर्णेन विना अनुबन्धवर्णेन सह इति वस्तुतः न प्रत्ययस्य विधानान्तरमेव प्रत्ययत्वं ततः परम् एव तस्य इत्संज्ञा लोपः तदानीम् अकारः अवशिष्यते नाम आ इति प्रत्ययः उत्पद्यते प्रत्ययः कदा भवति धातोः विहितश्चेत् प्रत्ययसंज्ञा लभ्यते ददाति ददाच्योर्विभाषा विधिसूत्रम् वासरूपो अस्त्रियाम् इति परिभाषासूत्रम् विधानात् पूर्वं प्रागेव निर्णयत्वा भवति यत् न स्वरूपो वा स्वरूपो वा धातोः विधानात् पूर्वं न इत्यस्य आनुपूर्वी अन्य सा इत्यस्य आनुपूर्वी अन्य यतोहि तावत् तयोः नकारसकारयोः लोपः न जातः अतः अस्वरूपमेव इदं शब्दस्वरूपं तथा चेत् वासरूपस्त्रियामित्यनेन अस्वरूप अपवादप्रत्यय उत्सर्गविकल्पेन एव भजते अतः विकल्पः सिद्धः एवं च विकल्पे सिद्धे ददाति ददात्योर्विभाषा इत्यनेन विभाषा इति सूत्रांशं न सङ्गच्छति एवम् आदेशानां च शब्दस्वरूपं च विधानं कृत्वा प्रत्ययत्वं यदि आनीयते तर्हि न प्रत्ययस्य विकल्पेन बाधकं स प्रत्ययः इति निरूप्यते अत्र प्रश्नः अस्ति प्रत्यय संज्ञा कथं भवति इति चेत् एकमतमस्ति केवलं इत्संज्ञा अस्ति चेत् एव आदेशसमये इत्संज्ञा नास्ति केवलं विधि कृत्वा स्वानुबद्धभावेन इत्संज्ञा आगच्छति लोपः अपि भवति ततः अहं ददाति एकसूत्रमस्ति ददाति तच्चोर्विभाषा इति विधिसूत्रम् अत्र विधिसूत्रे प्रत्ययसंज्ञत्वम् अस्ति इति कृत्वा न सारूपं प्रत्ययसंज्ञ नास्ति इति कृत्वा न शाय स्वरूपो अत्र सारूपं नास्ति किमर्थमस्ति न अनन्तरम् आ न योगः या आ अस्ति षकार अकार अस्ति आनुपूर्वे रूपेण अत्र नकारलोपः न जातः सरलमस्ति भगिनि अत्र किम् उक्तमस्ति इत्युक्ते न इति प्रत्ययः यदा भवति तदा एव अनुबन्धलोपः भवति तदा एव अन्य आदि इति भवति खलु तर्हि इत्संज्ञालोपः सर्वं जायते यदि तर्हि पश्यामः चेत् तस्मात् पूर्वं यदि वयं चिन्तयामः चेत् किं भवति विधानात् प्राग् वयं निर्णयं कुर्मः चेत् न इति शब्दरूपम् अस्ति तदा तु प्रत्ययः नास्ति खलु श इति केवलं शब्दरूपम् अस्ति तर्हि न शब्दरूपं षशब्दरूपम् उभौ अपि भिन्नौ स्तः खलु समानौ न स्तः स्वरूपी न स्तः खलु, स्वरूपिणौ न स्तः इति कृत्वा किं भवति, असरूपौ स्तः इति, असरूपिणौ स्तः इति कृत्वा वासरूपौ स्त्रियाम् इति सूत्रेण विकल्पेन एव विधीयते, बाधकत्वं नास्ति खलु, विकल्पेन एव बाध्यते इति कृत्वा नकारः शकारः उभोपि विकल्पेन विदधाति, धातोः धा धातोः अनन्तरं भवति, तदा किं भवति, तर्हि सूत्रे किमर्थं वा पाणिनिः लिखितवान् ददाति दधात्योर्विभाषा इति, किमर्थं लिखितवान् विभाषा इति पदं, तत्र किं भवति सुपर्फ्लुस् भवति खलु, रूपी स्तः इति कृत्वा असरूपिणो स्तः इति कृत्वा विकल्पेन एव शास्त्रेण विकल्पेनैव बाधते वासरूपोऽस्त्यम् इति परिभाषासूत्रेण, तर्हि किमर्थं पाणिनिः सूत्रं पृथक् रचितवान्, ददाति दता ददात्योर्ः ददात्योर्विभाषा इति किमर्थं योजितवान् तत्र विभाषा इति पदं, तत्तु किम् अस्ति अनावश्यकं भवति खलु, किन्तु तथा नास्ति, अनावश्यकं पाणिनेः सूत्रे तु अनावश्यकशब्दाः न भवन्ति एव इति कृत्वा तत्र किं वयम् अवगच्छामः इत्युक्ते, अत्र आदेशस्य यद्यपि आदेशः न जातः तदा एव तस्मात् पूर्वमेव प्रत्ययत् अनुबन्धत्वम् इति स्वीकृत्य यदा भगिनी उक्तवती अग्रे भविष्यत्काले प्रत्ययः भवति, भविष्यत्काले अनुबन्धरूपं भवति, अत्र इत्संज्ञालोपः भवति इति स्वीकृत्य तादृशगुणम् अस्ति तस्य इति स्वीकृत्य प्रत्ययत्वम् अस्ति इति स्वीकृत्य, यथा अधुना तु प्रत्ययः नास्ति किन्तु प्रत्ययत्वम् अस्ति इत्युक्ते भविष्यत्काले सः शब्दः शब्दरूपः प्रत्ययः भविष्यति इति स्वीकृत्य अनुबन्धं सर्वं कृत्वा वयं यदा पश्यामः तदा तु न श इति न इत्यस्य नकारस्य लोपः इत्संज्ञा भवति, लोपः भवति अवशिष्यते, शकारस्यापि इत्संज्ञा भूत्वा अ इति एव अवशिष्यते, उभयोः अपि प्रत्ययोः अ इति एव शिष्टं भवति खलु, शब्द शिष्टं भवति, तर्हि अ इति तु अ अ इति स्वीकुर्मः इति कृत्वा स्वरूपी स्वरूपिणो भवतः, न न इति यत् शब्दरूपम् अस्ति, ष इति शब्दरूपम् अस्ति, तेषां तु प्रत्ययत्वं भवति, अनुबन्धत्वं वर्तते इति कृत्वा भविष्यत्काले स्वरूपिणौ भवतः इति खलु, उभयत्रापि अ इति एव अवशिष्यते, तर्हि अधुना किं भवति, अ इति स्वरूपी अस्ति इति कृत्वा वासरूपो वासरूपो स्त्रियाम् इति सूत्रेण नित्यं बाधते खलु, सामान्यतया नित्यं बाधते स्म, तर्हि पाणिनिः उक्तवान् न न अत्र तु किं भवति धातोः धातोः अनन्तरं यदा विदधानं भवति शधातोः विधानं तदा तु विकल्पेन भवतु, यद्यपि वासरूपोऽस्त्रियम् इत्यनेन नित्यं भवति स्म अनुबन्धत्वम् अस्ति इति कृत्वा तथापि पाणिनिः उक्तवान् न विकल्पेन एव भवतु प्रत्ययः इति अत्र योजितवान् सूत्रे विभाषा इति योजितवान्, तस्य तर्हि तस्य किम् अस्ति समर्थनं भवति खलु, नो चेत् समर्थनं कथं वयं साधयामः, किमर्थं पाणिनिः विकल्पे विभाषा इति योजितवान् इत्यस्य समर्थनं न भवति, नेचुरली इट् इस् गोयिङ्ग् टु बि आप्शनल्, वैडस् पाणिनि से इट् इस् आप्शनल् रैट् बिकास् आफ् द फ्याक्ट् दट् बूत् आर् गोयिङ्ग् टु लुक् सेम् अण्ड् बिकास् आफ् द फ्याक्ट् दट् इट् इस् गोयिङ्ग् टु बि रिप्लेसिङ्ग् पर्मनेण्ट्लि नित्यं बाधते, सो पाणिनि सेड् विकल्प लेट् इट् बि आप्शनल् इति हि रोट् अ सूत्र सेपरेट्लि फोर् दट् इति तत्र आशयः, मम सम्यक् अवगतं पुनः वदामि भगिनि, पूर्वमेव प्राक् एव सामान्यतया धातु प्रत्यय सङ्ग कर्तुं भवति इति चेत् धातु योग आदेशः अस्ति एव प्रत्ययस्थाने आदेशः भवति चेत् प्रत्ययसंज्ञ भवति, प्रत्यय अस्ति चेत् ददाति दात्योर्विभाषा, अत्र वयं नकार शकार आदेशसमये एव स्वीकुर्मः उच्चज्ञा अनुबन्धत्वम् अत्र स्वरूपमस्ति अतः नित्यं भवति, असरूपमस्ति खलु, यदि विधानम् एव द्रष्टव्यं न इति शब्दरूपं, तावद् विधानं न जातं तर्हि न इति शब्दरूपं, श इति शब्दरूपं स्वीकुर्मः चेत् भिन्नौ स्तः खलु, नकारशः शकरः भिन्नवर्णौ स्तः, तथा वासरूपो स्त्रियाम् इति न विकल्पेन भवति. आम् आम् ओके. Because the sutra itself, because of that sutra itself, it becomes vikalpa, because we are asarupa. So why does Panini again say in dadati dadati or vibhasha? He doesn't have to say add vibhasha, right? Okay. So which means Panini added vibhasha because generally when we do such comparisons, asarupa or sarupa, we are supposed to compare the anubandha rahita rupa, anubandha varna rahita rupa. तथा कुर्मः चेत् केवलम् अ इति अवशिष्यते, नित्यं बाधते इति कृत्वा पाणिनि हेड् टु क्रियेट् अ न्यू सूत्र अण्ड् हि हेड् टु आड् द वर्ड् नाट् हि क्रियेटेड् अ न्यू सूत्र बट् पाणिनि हेड् टु आड् द वर्ड् विभाषा इन् आर्डर् टु मेक् शुर् दि न्यू श इति प्रत्ययः इट् इस् ओन्लि एस् अ विभाषा अस् अ वैकल्पिकप्रत्ययः, इट् डस् नाट् कम्प्लीट्लि रीप्लेस् द प्रत्ययः इति हि हेड् टु मेक् शुर् दट् इट् इस् कन्वीड्. धन्यवादः धन्यास्मि भगिनि. महोदय मणिमहोदय नास्ति अस्ति अस्ति वा अद्य पुष्पभगिनी अस्ति, पुष्पभगिनी पठतु भगिनि, अग्रे पठति वा? यदि वदामः यत् इति एकनिमिषः अस्तु भगिनि, कियत् पर्यन्तं पठितवन्तः वर्गे भगिनी? वयं स्थलद्वये दोषे तस्मात् पूर्वम्. ओ अस्तु भगिनि, इतोपि पङ्क्तिचतुष्टयं वर्तते. यदि वदामः यत् न शब्दस्वरूपं प्रभाद्य शब्दस्वरूपे जाते एव, तस्य शब्दस्वरूपस्य प्रत्ययत्वं तदानीम् एव इत्संज्ञा लभ्यते, तर्हि न प्रत्ययस्य प्रत्ययः असरूपात् विकल्पेन बाधकः इति उच्यते. विकल्पः सिद्धः एव, वासरूपो स्त्रियाम् इत्यनेन विकल्पः सिद्धः एव, वासरूपो स्त्रियाम् इत्यनेन. ददाति ददात् विभाषा इत्यस्मिन् विभाषा इति सूत्रांशः निरर्थकः. समस्यायाः निवारणार्थं प्रत्यययोग्यता वक्तव्या. समस्यायाः निवारणार्थं प्रत्यययोग्यता वक्तव्या नाम न प्रत्यये धातोः कृतः चेत् एव प्रत्ययत्वं भवति. कृतः चेत् किन्तु धातोः स च प्रत्ययः एतावता न विहितः, अतः तद्योग्यता अस्ति इति कृत्वा तस्य नकारस्य इत्संज्ञायां चकारस्य च इत्संज्ञायां द्वयोः इत्संज्ञात्वम् अस्ति इति कृत्वा नाम न प्रत्यये धातोः कृतः चेत् एव प्रत्ययत्वं भवति, किन्तु धातोः स च प्रत्ययः एतावता न विहितः, अतः तद्योग्यता अस्ति इति कृत्वा तस्य नकारस्य इत्संज्ञायां शकारस्य च इत्संज्ञायां द्वयोः इत्संज्ञात्वम् अस्ति इति कृत्वा अनुबन्धत्वम् अस्ति, अतः उभयता अकारः एव अस्ति इति कृत्वा अयम् असरूपः अपवादः न, स्वरूपः एव. प्रत्ययस्य सारूप्येण नित्यं बाधकत्वं प्राप्नोति. ओके, नित्ये बाधके प्राप्ते ददाति ददात्योर्विभाषा इत्यनेन विभाषाग्रहणं चरितार्थम् अस्तु. प्रथमतया न शब्दस्वरूपं प्रपाद्य श शब्दस्वरूपे जाते. तत्तु शब्दः न शब्दस्वरूपस्य प्रपाद्य आगच्छति. तस्य शब्दस्वरूपस्य प्रत्ययत्वं तदानीमेव संज्ञा लभ्यते. तर्हि न प्रत्ययस्य श प्रत्ययस्य असरूपात् विकल्पेन बाधकः इति उच्यते. तत्तु न प्रत्ययस्य श प्रत्ययः असरूपात् विकल्पेन बाधकः इति उच्यते. तद् शब्दस्वरूपं संज्ञा लभ्यते चेत् तावत् यत् वयम् उक्तवन्तः तदेव अस्ति. विकल्पेन बाध्यते यदि वयं शब्दरूपं स्वीकुर्मः चेत्, खलु शब्दरूपस्य कर्तुं शक्नुमः संज्ञा कर्तुम् एव एतद् बाधकः भवति. विकल्पेन बाधकः विभाषा इत्यस्मिन् विभाषा इति निर्देशः तु अनावश्यकः. अनावश्यकता इति वदति. परन्तु एतद् समस्यायां समस्यायाः निवारणार्थं एतत् प्रत्यययोग्यता इति वक्तव्यं. प्रत्यययोग्यता अस्ति नाम न प्रत्यये धातोः कृतः. निवारणार्थं मया तथा कुर्मः इति नास्ति. वयं पाणिनेः आशयः कः इति अवगन्तुं वयं चिन्तयामः. पाणिनेशे आशयः किम् आसीत्? यद्यपि न श इति असरूपिणः स्तः, तथापि अनुबन्धत्वं स्वीकृत्य एव वासरूपोऽस्त्र्याम् इति सूत्रेण वैकल्पिकत्वं साधयन्ति जनाः इति कृत्वा मया विभाषा इति योजनीयम् इति सः योजितवान् इति पाणिनेः आशयः आसीत्. तस्य तदेव अस्माकं निरूपणमपि भवति. किं निरूपयति तद्? यद्यपि प्रत्ययः इति साक्षात् धातोः परे न विहितः जातः, तथापि तस्य अनुबन्धत्वम् अस्ति इति स्वीकृत्य, तस्य प्रत्ययत्वम् अस्ति, अनुबन्धत्वम् अस्ति, भविष्यत्काले प्रत्ययः भविष्यति इति कृत्वा वयम् इत्संज्ञालोपं कृत्वा वयं तत्र वयं किम् अस्ति कम्पेर् कुर्मः. तदनन्तरमेव वयं कम्पेर् कुर्मः. अनुबन्धेन सह वयं न चिन्तयामः स्वरूपं वा स्वरूपम् इति न पश्यामः. अनुबन्धं विना एव वयं पश्यामः इति अत्र निरूपितमस्ति. तर्हि अग्रे तर्हि एवं पाणिनेः चिन्तनम् आसीत् इति कृत्वा वयं विभाषा इति चरितार्थमस्ति इति निरूपितमस्ति इति पदं निरूपयति. चरितार्थं तस्य अर्थं किम् अस्ति? प्रूफ् अस्ति इति किमपि अस्ति. अस्तु, इट् इस् सब्स्टान्शियेटेड् इति. The word vibhasha is substantiated. Asti. Asti. Gati saptahe etavat paryantam mayam patitavantah. Punah. Aam. Yeah. Aham agrime something patam. Samasyayaha nivaranartam pratyayogyata vaktavya. Nama na pratyay dhatoho kashideva pratyatvam bhavati. कृतश्चेदेव न धातो न प्रत्ययस्य धातोः कृतश्चेदेव प्रत्ययत्वं भवति. न धातोः परे कृतश्चेदेव आम्, किन्तु धातोः स च प्रत्ययः न विहितः, अतः तद्योग्यता अस्ति इति कृत्वा तस्य नकारस्य इत्संज्ञा शकारस्य स इत्संज्ञा द्वयोः इत्संज्ञात्वं अस्ति इति कृत्वा अनुबन्धत्वम् अस्ति, अतः उभयता अकारः एव अस्ति इति कृत्वा अयम् असुरूपः अपवादः न, स्वरूपः एव प्रत्ययस्य स्वरूपेण नित्यं बाधकत्वं प्राप्नोति. नित्ये बाधके प्राप्ते ददाति ददात्योर्विभाषा इत्यनेन विभाषाग्रहणं चारितार्थं. पुनः तदेव उक्तवान्, अत्र भेदः किमपि नास्ति. धातोः परे आगच्छति चेत् एव प्रत्ययः इति विहितः भवति इति तथा नास्ति. किम् अस्ति अत्र अग्रे भविष्यत्काले तस्य प्रसः प्रत्ययः भवति इति स्वीकृत्य वयं तत्र किमस्ति निरूपणं भवति, विभाषा इति पदस्य निरूपणं भवति. सरलभगिनी पठितुम् इच्छति वा भगिनि? नो चेत् प्राचीने तत्र यथार्थस्य स्थाने आदेशकर्तव्य इति सा रीति यथा उक्ता, तर्हि अत्र अपि तादृशी रीति आश्रयणीया. कथं? धातोः ऋण इति प्रत्यय कर्तव्य. एकवारं यदा ऋण प्रत्यय आगतः तदा उत्पन्नस्य ऋण प्रत्ययस्य निवृत्ति न भवति. एकवारं ऋण एकवारं श इति भवेत्, परन्तु अधुना नित्यत्वेन ऋण इत्यस्यैव प्रत्ययः जातः. उत्पन्नस्य निवृत्ति न भवति चेत् तदानीं विकल्पविधानम् इति न सङ्गच्छते. अतः भावी प्रत्ययत्वम् अपि प्रत्ययत्वम् अनेन भाव्य अनुबन्धत्वम् अपि अनुबन्धत्वम्. इदानीं पुनः सा एव चर्चा अस्ति. यदि प्राचीना मता यदि शब्दस्वरूप स्वीकृत्य यथार्थस्थाने आदेश यदि कर्तव्यं तत्र प्रथमं न प्रत्ययः यदि आगच्छति प्रत्ययं यदि वदामः तत्र प्रत्ययस्य निवृत्तिः न आगच्छति एकवारं, तदनन्तरं श कथम् आगच्छति? कारणकी प्रत्ययं तु नित्यत्वेन तत्र तिष्ठति. अत्र श प्रत्ययस्य विधानं न भवितुं शक्नोति, तु अपवादत्वेन विकल्परूप न आप्नुमः वा रूप स्त्रियाम् अनेन. अत्र तस्य समाधानं किं भवेत्? समाधानं भवति यदि वयं भावी प्रत्ययत्वं तस्मिन् वयं यदि ऊहा कुर्मः तदानीमेव तत्समस्यायाः साधनं भवति इति. समानरीत्या यथा पूर्वं पठितवन्तः तत्र एव अस्ति. इदानीम् अस्य निवृत्ति कथं भवति यदि न आगच्छति तत्र? पूर्वमपि महोदयेन उक्तम् आसीत् प्रत्ययस्य निवृत्तिः न भवति इति. न भवति आहत्य भावि प्रत्ययत्वम् आदाय पूर्वमेव संज्ञायां लोपे च अकार एव अस्ति. प्रत्ययस्य द्वे अपि न प्रत्यय श प्रत्यये च येन सारूप्यात् नित्यं बाधकत्वं प्राप्नोति. नित्ये बाधके प्राप्ते ददाति दधात्योः विभाषा इत्यनेन विभाषाग्रहणं चरितार्थम्. अतः भावी प्रत्ययत्वम् आदाय निर्वाह कर्तव्य. आहत्य किं भवति इति संक्षेपे दत्तमस्ति. यदि वयं शब्दस्वरूपे भावित्यम् इति विधानं कुर्मः, भावित्यं तथा प्रत्ययत्वम् अस्ति, संज्ञात्वं भवति, अनुबन्धत्वम् अस्ति भावितत्वे कृत्वा तत्र सकारस्य लोप लसिकाकस्य लसकृतदत्तने अपि नकारस्य न इति तस्य चुटु अनेन लोप भवति. अ इति समानरूप भवति, सो वास्वरूप इति सूचमति वास्वरूपोच्चयाम् अनेन समानरूप उत्सर्ग भवति सकार अकारयोः, तत्र एकरूपम् एव भवति, तत्र विकल्पः नास्ति. तदनन्तरं यद् ददाति विभाषा आगच्छति सूत्रं, तत्र तेन सूत्रेण वयं विकल्परूपम् आप्नुमः. तर्हि एतस्य समाधानम् आगच्छति वा स्वरूप यत्र अस्ति तत्र पुनः विभाषा स्वस्य कार्यं कथं भवति इति. सा एव चर्चा अस्ति अग्रे अपि पठितवन्तः खलु. अग्रे अपि पठामः. आमां तर्हि प्रकृते तर्हि प्रकृते उच्यते यत् यदि ईसंज्ञायोगत्वेन अनुबन्धत्वं तर्हि अनेकालत्वम् अभावे कथं वा सर्व आदेशत्वं स्यात्. उत्तरत्वेन उक्तं यत् आनुपूर्व्यसिद्धम् आनुपूर्व्यसिद्धं डा इत्यस्य आनुपूर्विणां कृत्वा डा युगः आ आनुपूर्वी इत्युक्ते वर्णानां क्रमः. अत्र क्रमः अस्ति डकारः अकारः आकारः अयं च आकारः दीर्घः अतः आयोगः आ वा आ इति भवितुमर्हति आयोगः आ इत्यपि भवितुमर्हति. इष्टम् अस्ति यत् अस्मिन् आदेशे अनेकालः स्युः तस्य साधनार्थं डकारः गणयितुं न शक्यते. आकारे वस्तुतः तु आकारद्वयं वर्तते यथा कल्पितं तदा सम्भवति च इति परिभाष इन्दुशेखरः प्रतिपादयति. नाम आकारस्य प्रश्लेषः किरिति च इति सूत्रे अपि तादृशप्रश्लेषः कृतः गित् इत्यस्य अन्तर्भावार्थम्. अनेन च डकारं विनापि अनेकालत्वं तस्मात् च सर्वे आदेशत्वं सिद्धम्. अधुना डा प्रत्यय वयं पठितवन्तः प्रथम लुटो प्रथमस्य डा इति डारो सति. अत्र डा इति अनेकालत्व अनेकालत्वं कथं भवति इति प्रश्नः अस्ति. डा इति आनुपूर्विवर्णः अस्ति. अत्र डा युवः आनुपूर्वि आनुपूर्वत्वं किम् इति प्रश्नः उदेति चेत् अत्र क्रमः एव क्रमवर्णाः एव आनुपूर्वी इति उच्यते. उदाहरणं डकारः डा इति अस्ति चेत् अत्र डकारः आकारः अस्ति. आकारापि आयोगः आयोगः आ दीर्घ आकार दीर्घ आकार इति भवितुमस्ति. तदनन्तरम् अत्र वयं कृत्वा अनुपूर्वी कृत्वा अनेकाल् भवति अतः तदेव अन्तद्वा वयं रूपं सिद्धं कुर्मः. एतदपि पूर्वमेव महोदयेन उक्तमासीत् खलु. पूर्वं प्रायः पठितवन्तः इति मन्ये. इदानीं अत्र मध्ये योजितमस्ति इति कृत्वा अग्रिमपङ्क्तिं पुष्पा भगिनी पठति वा. पुष्पा भगिनी अन्ततो गत्वा इति कार्यं न करोति शिवसंज्ञकः एवं ओ इट् केम् अप् टु सम् वेर् एल्स् ऐ एम् सारि. एकनिमिष प्रक्रिया एतादृशी तद् तत् कृतम् अहं पठामि. सर्वादेशत्वं विनानुबन्धत्वं विनानुबन्धत्वस्यैव भावेन आनुपूर्व्या सिद्धम् इत्यस्य अर्थः स्पष्टरीत्या वक्तव्यम्. तर्हि डादिविषये सर्वादेशत्वं विनानुबन्धत्वं विनानुबन्धत्वस्य एव भावेन पूर्व्यात् सिद्धम् अनुपूर्व्यात् सिद्धं. तर्हि धादिविषये यत्र वयम् आ प्लस् आ डा इति स्वीकुर्मः खलु, इड् प्लस् आ प्लस् आ डा इति स्वीकुर्मः चेत् अनेकाल् भवति. तर्हि तथा वयं स्वीकुर्मः चेत् यत् वयम् अनुबन्धत्व विना अपि अत्र किम् अस्ति, विनानुबन्धत्वम् अभा एव भा अनुपूर्व्या एव अनेकालत्वम् अनेकालत्वं वयं साधयामः इति. एवं भवति चेत् अत्र किं भवति अग्रे, अत्र नागेशेन लिखितं यत् सर्वादेशत्वं विना नाम सर्वादेशात् पूर्वम् अनुबन्धस्यैव भावः, अनुबन्धस्यैव अभावः, सर्वादेशात् पूर्वम् अनुबन्धस्य अभावः तेन अभावेन आनुपूर्व्यात् सिद्धम् इति प्राचीनानां मतं. तर्हि किमर्थं नव्येन नागेशेन लिखितम् अनुरोधेन परन्तु अन्तिमभागः आनुपूर्व्यात् सिद्धम् इत्यस्मिन् उभयोः अन्वयः, एकस्मिन् पक्षे इड् योगः आ, अपरस्मिन् पक्षे आयोगः आ. तर्हि यत्र उक्तमस्ति नागेशः किं लिखितवान् इत्युक्ते सर्वादेशत्वं विना, इत्युक्ते सर्वादेशात् पूर्वं यत्र वयम् आदेशात् पूर्वमेव आनुबन्धस्यैव अभावः, इत्युक्ते आनुबन्धत्वस्य अभावः तेन अभावेन आनुपूर्व्यात् सिद्धम् इति प्राचीनानां मतम्. तर्हि अनुरोधेन अत्र अनुरोधेन इति नास्ति, अत्र मन्ये अनुबन्धेन इति भवति वा अनुरोधेन इति वा, चिन्तयामि भवती. अत्र किम् अस्ति प्राचीनानां मते किं वदति, इड् प्लस् आ इति स्वीकृत्य तत्र आदेशः एव न जातः, तत्र इत्युक्ते सर्वादेश आदेशात् पूर्वमेन नैव अनुबन्धस्य अभावः, इत्युक्ते इड् प्लस् आ इति स्वीकृत्य एव अत्र साधयितुं शक्नुमः इति वदति खलु. किन्तु नव्य नागेशः वदति, नव्यमहेन नागेशः वदति स्वीकृत्य वयम् क्षम्यतां क्षम्यताम्. तर्हि तर्हि एवम् अस्ति वा भगिनि, दादिविषये सर्वादेशत्वं, सर्वादेशत्वम् इत्यनेन किम् अस्ति अत्र, पुनः एकवारं पूर्वम् आसीत् खलु सर्वादेशत्वम् इति, यदि धातौ विधानं न भवति तत् पूर्वम् इति सर्वादेशत्वम् अस्ति. हा इत्युक्ते आदेशः एव न जातः तदा तु किं भवति, तर्हि किं भवति अनेकालत्वं न साधयितुं शक्नुमः, इड् प्लस् आ इति भवति खलु सर्वादेश अनुपूर्यरूपेण. नागेशये ते योग्यता इति अत्र प्राचीनाम् अनुपूर्यसिद्धम् अनेन ते साधयन्ति अनेकालत्वम् इड् प्लस् आ इति स्वीकृत्य आदेशात् पूर्वं ते स्वीकुर्वन्ति, किन्तु नागेशः किं वदति अत्र भविष्यति प्रत्ययः भवति इति स्वीकृत्य तत्र आनुपूर्व्यात् साधयति खलु. किम् अस्ति अत्र प्लस् आ इति स्वीकृत्य नास्ति वा पुष्पतरी, अस्तु भगिनी सरला भगिनी आहत्य प्रकृति उभयता साधयितुम् अस्मि भगिनी शक्यते, इति संज्ञत्वम् अनुबन्धत्वं वा भवतु इति संयोग्यत्वम् एव अनुबन्धत्वं वा भवतु, अत्र रूपवैलक्षण्यं नास्ति, उभयत्र अनुकूल्यात् अनेकालत्वात् सर्वादेश, किन्तु मार्गः भिन्न। नागेशस्य सर्वत्र भाविप्रत्ययत्वम् आदाय इदानीमेव प्रत्ययत्वं स्वीक्रियते, भाविधातुत्वम् आदाय इदानीमेव धातुत्वं व्यवह्रियते, एवं च बहुत्र नागेशस्य मते भावि संज्ञानम् आश्रियते, तर्हि प्रकृते भाविप्रत्ययत्वम् आदाय इति पक्षे आकार आकाररूपप्रश्नः स्यात्, एवम् अनेकालत्वं तस्मात् सर्वादेश इति नव्यमते वक्तव्यम्। तो यथा वयं दृष्टवन्तः संयत्तम् अनुबन्धत्वं यत्र अस्ति तत्र साधनीयं यथा भाषारूपेण वयं केवलं तत्र विभाषा इति न निर्वृत्ति भवति संयत्वम् अनुबन्धत्वं यदि वयं स्वीकुर्मः तत्र आनुकूल्यम् अपि तत्र स्वीकरोति, किन्तु नवीनति अनुसारम् संज्ञायोगत्वम् अनुबन्धत्वम् इति यत् मार्गम् अस्ति तत् समीचीनरीत्या प्रतिपादयति, तथा संज्ञायोग्यत्वं यत्र अस्ति तत्र अनुबन्धत्वम् इति प्रत्ययत्वं भावितव्यं प्रत्यय धातोः विधानं पूर्वमेव तत्र इति संज्ञायोग्यत्वं भावित्यम् अनुबन्धत्वं भावित्यं कृत्वा वयं रूपसाधनं ददातु विभाषणेन रूपान्तरम् आप्नुमः इति, यथा योग्यत्वं भूत्वा तत्र शकार लकारद्वयोः लोपः भवति, तस्य अकार अवशिष्यते, सारूपम् अस्ति अथवा स्वरूप स्त्रियामनेन एकमेव रूपं भवति, तदनन्तरं ददाति विभाषणेन तत्र विकल्पेन रूपं द्वयम् इति आगच्छति। अपि प्रकृत यत् उदाहरणमस्ति डा योग तिप् तत्र तिप् स्थाने डा विधीयते, तत्र अपि अनेकार्थम् अपि सर्वादेशत्वम् इति साधितुं शक्नुमः। एतावत् पर्यन्तं कृतवन्तः तर्हि विरमामः वा? अस्तु भगिनि, धन्यवादः, शुभरात्रिः, शुभरात्रिः भगिनि, शुभरात्रिः।